नमस्कारः। तर्हि गते सप्ताहे वयं टु मून् विषये दृष्टवन्तः। टु मून् यत्र प्रयोजनमस्ति, तत्र वयं टु मून् इत्यस्य उपयोगं कुर्मः। किमर्थं यदा पृच्छामः किमर्थं गच्छति, किमर्थं खादति इत्यादिकं यत्र वयं पृच्छामः तत्र टु मून् इत्यस्य उपयोगम् उत्तरे वयं वक्तुं शक्नुमः। उदाहरणार्थं सन्दीपः क्रीडाङ्गनं गच्छति, क्रीडति। सन्दीपः किमर्थं क्रीडाङ्गनं गच्छति? सन्दीपः क्रीडाङ्गनं गच्छति, क्रीडति। सन्दीपः किमर्थं क्रीडाङ्गनं गच्छति? सन्दीपः क्रीडितुं क्रीडाङ्गनं गच्छति। क्रीडितुं क्रीडाङ्गनं गच्छति। किमर्थं वयं यत्र पृच्छामः तत्र उत्तरं टु मून् भवितुम् अर्हति, भवितुं शक्नोति। अनन्तरं यत्र इच्छा अस्ति, इच्छा, बालकः विद्यालयं गच्छति, बालकः विद्यालयं गन्तुम् इच्छति, तत्रापि वयं वक्तुं शक्नुमः। अनन्तरं यत्र शक्नोति भवति, क्षमता अस्ति, शक्नोति, अहं कार्यं कर्तुं शक्नोमि, अहं लेखं लेखितुं शक्नोमि, तत्र यत्र इच्छा अस्ति, यत्र क्षमता अस्ति, यत्र प्रयोजनमस्ति, पठितुं विद्यालयं गच्छामि, पठितुं गच्छामि, तत्र प्रयोजनमस्ति। अपि च साधारणरूपाणि वयं दृष्टवन्तः, यथा पठति किं भवति, पठति, क्रीडति, खादति, पतति, पतितुं, प्रेषयति, प्रक्षालयति, स्थापयति, सूचयति, सूचयितुं, रोदिति, भवति, भवितुं, निन्दति, निन्दितुं। तर्हि साधारणरूपाणि ईदृशानि भवन्ति। अनन्तरं यत्र रूपम् असामान्यमस्ति तत्र यथा भविष्यत्कालः भवति तथा तुमुन्, यथा भूतकालः भवति तत्र त्वा, यथा पिबति, पिबति इत्यस्य पीतवान्, त्वा रूपं किं भवति, पीत्वा। पास्यति भविष्यत्कालः, पास्यति, पातुं, तत्र स्वरः इति एव अस्ति, स्वरः, तत्र अयं सकारः पास्यति, स तत्तु न भवति, एवं पा, यतोहि पीतवान् पास्यति, पी पा, अत्र पीत्वा अथवा पातुं, तो भूतकाले पीतवान् अस्ति, अत्र अस्माकं स्वरविषयः, अस्ति, तर्हि पीतवान् इति पीत्वा, पास्यति पातुम् इति अस्ति, तथैव भवति लिखितवान् लिखित्वा, लेखिष्यति नीतवान् नेष्यति, दृष्टवान् द्रक्ष्यति द्रष्टुं, पृष्टवान् प्रक्ष्यति, मिलितवान् मेलिष्यति मेलितुं, कृतवान् करिष्यति, अत्र श्रुतवान् श्रोष्यति क्रीतवान् नाम क्रीणाति इत्यस्य क्रीतवान् क्रेष्यति आहूतवान् आहूय तत्र उपसर्गः अस्ति आ अतः आहूय अनन्तरम् आहूतवान् आह्वास्यति आह्वातुम् आह्वास्यति आह्वातुम् दत्तवान् तकारद्वयमस्ति दत्तवान् दास्यति इत्यादिकं रूपाणि भवन्ति अस्तु तर्हि किञ्चित् अभ्यासं कुर्मः इदानीं पुनः कुर्मः बालकः विद्यालयं गच्छति बालकः विद्यालयं गन्तुम् इच्छति रमेशः क्रिकेट् क्रीडति रमेशः क्रिकेट् क्रीडितुम् इच्छति हा रघुवीरः पठति रघुवीरः पठितुम् इच्छति पठितुम् इच्छति विद्याभगिनी मुकेशः वदति क्षम्यतां सन्ध्याभगिनी अत्र मुकेशः वदति अत्र विकल्पद्वयं भवति अत्र वक्तुम् अथवा वदितुमपि समीचीनमस्ति यतोहि अत्र अस्तु वदामि वक्ति इति एकं क्रियापदमस्ति अनन्तरं वदति इति अस्ति वक्ति भवति उक्तवान् त्यक्त्वा किं भवति अपि च वक्ष्यति तर्हि उक्त्वा वक्तुम् अनन्तरं वदति इत्यस्य उदितवान् उदित्वा वदिष्यति वदितुं तर्हि समीचीनमस्ति वदितुमपि वक्तुं शक्नुमः किन्तु वक्तुम् इति सामान्यमस्ति यतोहि सुलभमस्ति सर्वे वदन्ति वक्तुं वदितुमपि समीचीनमस्ति अस्तु लता क्रीडति लक्ष्मी भगिनी लता क्रीडितुमिच्छति अस्तु करोति वा राधा भगिनी अस्तु समीचीनं वेङ्कटेशः चालयति वेङ्कटेशः चालयितुम् इच्छति चालयितुम् इच्छति समीचीनं चालयितुम् इच्छति महेशः चलनचित्रं पश्यति महेशः चलचित्रं द्रष्टुमिच्छति अस्तु अग्रे षण्मुखः गृहे वासं करोति कर्तुमिच्छति अस्तु सन्ध्याभगिनी वासुदेवः देहलीं गच्छति गति सप्ताहे अपि उक्तवान् दिल्ली देहलीं देहलीं गन्तुम् इच्छति समीचीनमस्ति तर्हि गन्तुम् इच्छति अस्तु महिला आभरणं धरति महिला आभरणं धर्तुम् इच्छति पुरुषः शक्तिं प्रदर्शयति पुरुषः शक्तिं प्रदर्शयितुम् इच्छति गायकः गीतं गायति गायकः गीतं गायितुं गातुम् इच्छति गातुम् इच्छति अस्तु अनन्तरं रूप असामान्यरूपद्वयम् अस्ति नमति नमति भवति नन्तुम् नन्तुम् अपि च पचति भवति पक्तुम् तर्हि भक्तः देवं नमति देवालयं गच्छति लक्ष्मीभगिनी किं भवति भक्तः देवं नमति देवालयं गच्छति भक्तः देवं नमित्वा देवालयं नन्तुम् नन्तुम् नमति इति नन्तुम् पचति इति पक्तुम् भक्तः देवं नन्तुम् देवालयं गच्छति समीचीनमस्ति अभिनवमहोदय तर्हि माता पाकं पचति पाकशालां गच्छति माता पाकं पचितुं पक्तुं पक्तुं पक्तुं असामान्यरूपमस्ति अत्र असामान्यरूपद्वयमस्ति नमति किं भवति नन्तुं पचति किं भवति पक्तुं तर्हि माता पाकं पचति पाकशालां पाकशालां गच्छति माता पाकं पक्तुं पाकशालां गच्छति समीचीनमस्ति अनन्तरं गृह्णाति गृह्णाति भवति ग्रहीतुं यथा गृहीतवान् गृहीतवान् किं भवति ग्रहीतवान् ग्रहीत्वा ग्रहीष्यति ग्रहीतुं तर्हि आरक्षकः चोरं गृह्णाति धावति किं भवति आरक्षकः चोरं गृह्णाति धावति किन्तु समीचीनतया सम्यक्तया वदतु वदतु एकवारम् एतावता सम्यक् नास्ति हा पुनः वदतु नाम किम् आरक्षकः चोरं गृह्णाति धावति तर्हि कस्य तुमुन् भवति धावितुं गृह्णाति इति नास्ति अत्र धावितुं गृह्णाति इति नास्ति ग्रहीतुं धावति खलु अनन्तरं चिनोति चिनोति चिनोति इत्युक्ते फलमस्ति वृक्षे चिनोमि चयनं चयनम् इति भवति चयनं चयनं करोति चयनं करोति अथवा चिनोति चिनोमि चिनोति बालकः फलं चिनोति तर्हि बालकः फलं चिनोति उद्यानं गच्छति सुभाष बालकः फलम् अत्र चिनोति चेतुं भवति चेतुं हा फलं क्षम्यतां चिनोति चेतुं भवति बालकः फलं चिनोति उद्यानं गच्छति बालकः फलं चेतुम् उद्यानं गच्छति समीचीनमस्ति बालिका लोकयानं गृह्णाति धावति बालिका लोकयानं गृह्णाति धावति बालिका लोकयानं ग्रहीतुं बालिका लोकयानं ग्रहीतुं अवगच्छति वा? धावति. तर्हि बालिका लोकयानं गृह्णाति, धावति. लोकयानं बालिका लोकयानं गृहीतुं धावति. अवगतं? तत्र यत्र गृहीतुं पक्तुं एतत् सर्वं यदा वदामः तत्र अर्थमिति अपि वक्तुं शक्नुमः. उदाहरणार्थं किमर्थं विद्यालयं गच्छति? अहं पठितुं विद्यालयं गच्छामि, अथवा अहं पठनार्थं विद्यालयं गच्छामि. पठनार्थम् अथवा पठितुं, पठनार्थम् अथवा पठितुम्. अस्तु, शिशुः धावति, माता गृह्णाति, प्रयत्नं करोति. सन्ध्या भगिनी करोति वा? अस्तु, पुनः वदामि. शिशुः धावति, माता गृह्णाति, प्रयत्नं करोति. शिशुः, शिशुः जानाति वा? लघु बालकः, लघु बालकः, त्रिवर्षीयबालकः. त्रिवर्षीयबालकः धावति, इतस्ततः धावति खलु? धावति, न शृणोति. माता वदति उपविशतु, किन्तु लघुशिशुः न शृणोति. इतस्ततः गच्छति, धावति, क्रीडति. शिशुः धावति, माता तं गृह्णाति, प्रयत्नं करोति. वदतु लक्ष्मी भगिनि. शिशुः धावति, माता ग्रहीतुं प्रयत्नं करोति. हा, समीचीनं. ग्रहीतुं प्रयत्नं करोति. अस्तु, अभिनवमहोदय. अहम् उत्तमपुस्तकानि चिनोमि, ग्रन्थालयं गच्छामि. अहम् उत्तमपुस्तकानि चिनोमि, ग्रन्थालयं गच्छामि. अहम् उत्तमं पुस्तकानि चेतुं ग्रन्थालयं गच्छामि. उत्तमपुस्तकानि चेतुं ग्रन्थालयं गच्छामि. गायिका गीतं गायति, सङ्गीतसभां गच्छति. राधा भगिनी, भवती जानाति एव, पुनः वदामि. गायिका गीतं गायति, सङ्गीतसभां गच्छति. गायिका गीतं गातुं सङ्गीतसभां गच्छति. समीचीनं. दीर्घवाक्यमस्ति. किं किं कर्तुम् इच्छन्ति इति वदन्तु. किं किं कर्तुम् इच्छन्ति जीवने अथवा अधुना जीवने यत्किमपि वदतु. मम नृत्यं कर्तुम् अहं नृत्यं कर्तुम् इच्छति. इच्छामि. समीचीनम्. अनन्तरम् अनन्तरं किं कर्तुमिच्छति? कुत्र गन्तुमिच्छति? पठितुम् इच्छामि. सन्ध्या भगिनी किं कर्तुमिच्छति? ग्रन्थालये ग्रन्थालये पठितुम् इच्छामि. अथवा ग्रन्थालयं गन्तुम् इच्छामि. द्वयमपि समीचीनम्. अहं सङ्गणककार्यालये कार्यं कर्तुम् इच्छामि. कुत्र? सङ्गणककार्यालये कार्यं कर्तुम् इच्छामि. समीचीनम्. अनन्तरम् अहं शोधं कर्तुम् इच्छामि. अस्तु, समीचीनमस्ति. किं किं कर्तुं शक्नोति? अहं लेखितुं शक्नोमि, अहं सम्यक्तया कार्यं कर्तुं शक्नोमि. किं किं कर्तुं यदा इच्छामि तदा अहं भारतं गन्तुं शक्नोमि. किं किं कर्तुं शक्नुवन्ति जीवने? कार्यानं चालयितुं शक्नोमि. पुनः वदतु. अहं कार्यानं चालयितुं शक्नोमि. चालयितुं शक्नोमि. चालयितुं शक्नोमि. अनन्तरम् अहं भारतदेशं गन्तुं शक्नोमि. गन्तुं शक्नोति. अस्तु, अनन्तरं चलनचित्रं द्रष्टुं. पुनः अहं चलनचित्रं द्रष्टुम् इच्छामि. इच्छामि समीचीनमस्ति. अथवा शक्नोमि, द्वयमपि समीचीनमस्ति. वाक्यं समीचीनमासीत्. अग्रे अहम् आङ्ग्लभाषया सम्भाषणं कर्तुं शक्नोमि. अहं संस्कृतवदनम् अहं संस्कृतेन वक्तुं प्रयत्नं कर्तुं शक्नोमि. प्रयत्नं कर्तुं शक्नोमि. जटिलवाक्यम्. अहं संस्कृतेन वक्तुं शक्नोमि. यः सकारात्मकरीत्या चिन्तयति सः कर्तुं शक्नोति एव. यः नकारात्मकरीत्या चिन्तयति न कदापि कर्तुं शक्नोति, खलु? सकारात्मकरीत्या यदि वयं चिन्तयामः तर्हि सर्वं साध्यं. इदानीं प्रयोजनमपि अस्ति. प्रयोजनम्: अहं पुस्तकं पठितुं ग्रन्थालयं गच्छामि. अथवा अहं पठितुं ग्रन्थालयं गच्छामि इति प्रयोजनम् अस्ति. तर्हि प्रयोजनस्य उपयोगः इदानीं किमर्थं किं किं करोति? अहं खादितुम् अहं खादितुं भोजनं गृहं गच्छामि. बुभुक्षायाः दूरीकर्तुम् अहं बुभुक्षायाः दूरीकर्तुं अनन्तरं अहं संस्कृतं पठितुम् अत्र आगच्छामि. समीचीनमस्ति. वाक्यं समीचीनमस्ति. सन्ध्या भगिनी किं किं करोति, किमर्थम्? अहम् आरोग्यार्थं बहिः क्रीडितुम् इच्छामि. अस्तु, समीचीनमस्ति. वाक्यं समीचीनमेव. अग्रे अहं इदानीं पिपासा इति जानाति खलु? पिपासायाः दूरीकर्तुं किं करोति? अहं पिपासा दूरीकर्तुं जलं पिबामि. जलं पिबामि. पिपासायाः दूरीकर्तुं जलं पिबामि. अस्तु, वदतु. किन्तु अर्थम् इति अस्य स्थाने तुमुन् इति वदतु. वाक्यं समीचीनम्. दर्शनं कर्तुं देवालयं गच्छामि. वाक्यं पुनः पूर्णतया. अहं देवदर्शनं कर्तुं देवालयं गच्छामि. समीचीनम्. अस्तु, तर्हि पुस्तके किं किम् अस्ति इति पश्यामः. अत्र वाक्यानि सन्ति. प्रथमं पठतु कृपया. किम् अत्र आवरणे आवरणे विद्यमानस्य क्रियापदस्य उचितं रूपं उदाहरणवाक्ये इव लिखतु. रमेशः क्रीडितुं क्रीडाङ्गणं गच्छति. उमेशः वस्तूनि आनयितुम् आपणं गतवान्. नेतुम् आनयति. नयति नेतुम् नेष्यति. किन्तु उपसर्गः अस्ति अत्र. उपसर्गः अस्ति तत्र. अत्र कुत्र उपसर्गस्य महत्वं कुत्र अस्ति? यत्र क्त्वा अस्ति तत्र परिवर्तनं भवति. नाम नीत्वा आनीय. किन्तु तुमुन् यत्र अस्ति तत्र उपसर्गः अस्ति चेदपि नास्ति चेदपि न कोऽपि भेदः. तुमुन् अस्ति चेत् तर्हि नीतवान् नीत्वा नेष्यति नेतुं. पुनः वदतु. उमेशः वस्तूनि नेतुम् आनेतुम् आपणं गतवान्. समीचीनमस्ति. अग्रिमवाक्यम्. अहं लेखितुं लेखनीम् आनीतवती. समीचीनमस्ति. अस्तु सन्ध्या भगिनी अग्रे तृतीयं वाक्यं चतुर्थं वाक्यम्. जनाः लक्ष्मी भगिनी अग्रे. जनाः नाटकं द्रष्टुम् इच्छति. इच्छन्ति. राधा भगिनी अग्रे. सः अस्वस्थः अतः कार्यं कर्तुं न शक्नोति. सङ्गीतं भवान् कुत्र गच्छति? पुनः वदतु. सङ्गीतं श्रोतुं भवान् कुत्र गच्छति? समीचीनमस्ति. सप्तमं वाक्यं. जलं पातुं चषकः आवश्यकः. जलं पातुं चषकः आवश्यकः. अत्र जलस्य पानार्थम् अथवा जलं पातुम्. इदानीम् अग्रे किमस्ति? परिवर्तनाभ्यासः. तर्हि कपिलः ग्रन्थालयं गत्वा ग्रन्थं पठति. कपिलः ग्रन्थं पठितुं ग्रन्थालयं गच्छति. अत्र अर्थः समानः अस्ति. समानः नाम प्रायशः समानः. किञ्चित् कश्चन भेदः अस्ति. कपिलः ग्रन्थालयं गत्वा ग्रन्थं पठति. तत्र समयस्य क्रमः एव उक्तः. तत्र कारणं प्रयोजनं न उक्तम्. किं प्रथमं किं द्वितीयम् इति एव उक्तमस्ति. प्रथमं ग्रन्थालयं गतवान् अनन्तरं ग्रन्थं पठितवान्. तदर्थं कपिलः ग्रन्थालयं गत्वा ग्रन्थं पठति. किन्तु अत्र कपिलः ग्रन्थं पठितुं ग्रन्थालयं गच्छति. तत्र प्रयोजनमस्ति. किमर्थं तत्र प्रयोजनं किमर्थं गच्छति? अत्र कपिलः ग्रन्थं पठितुं पठनार्थं पठितुं ग्रन्थालयं गच्छति. यत्र एकं वाक्यमस्ति तत्र परिवर्तयित्वा वयं परिवर्त्य तत्र परि इति उपसर्गः अस्ति इति अहं मन्ये. परिवर्त्य तत्र वयं अन्यरीत्या वयं वक्तुं शक्नुमः. तर्हि प्रथमं अभिनवमहोदय करोतु. एतेन गौरी सखी गृहं गत्वा पुस्तकम् आनयति. गौरी पुस्तकम् आनेतुं सखी गृहं गच्छति. समीचीनमस्ति. अस्तु अनन्तरं लक्ष्मी भगिनी अग्रे चित्रकारः चित्रं लिखित्वा धनं सम्पादयति चित्रकारः धनं सम्पादयितुं चित्रं लिखति समीचीनमस्ति राधा भगिनी अग्रे बालिका सम्यक् पठित्वा उत्तीर्णा भवति विश्वनाथमहोदय साहाय्यं करोति वा अत्र किमस्ति बालिका सम्यक् पठित्वा उत्तीर्णा भवति तर्हि क्रमः अस्ति काले क्रमः अस्ति प्रथमतया किमस्ति बालिका सम्यक् पठति इति प्रथमम् अस्ति यत्र क्त्वा इति रूपम् अस्ति क्त्वा पठित्वा गत्वा चिन्तयित्वा तत्र क्रमः अस्ति यस्य त्वा अस्ति तत् प्रथमम् अस्ति सम्यक् पठति इति प्रथमम् अस्ति अनन्तरम् उत्तीर्णा भवति इति द्वितीयमस्ति प्रथमतया पठति अनन्तरम् उत्तीर्णा भवति तर्हि अत्र कालस्य क्रमः इति एव उक्तः कारणं न उक्तं किन्तु विपरीतक्रमेण वदामः चेत् तत्र कारणं वक्तुं शक्नुमः तर्हि उत्तीर्णा भवितुम् एकमेषः वदतु ओ बालिका उत्तीर्णा भवितुम् बालिका उत्तीर्णा भवितुम् सम्यक् पठति नो गच्छेत् गच्छति न न न किमपि न नो ओके सो बालिका उत्तीर्णा भवितुं सम्यक् पठति अवगच्छति वा तर्हि बालिका उत्तीर्णा भवितुं सम्यक् पठति सम्यक् अस्तु समीचीनं तर्हि अग्रे सन्ध्या भगिनी अग्रे ओके एषः स्नानं कृत्वा शुद्धः भवति एषः शुद्धः भवितुं स्नानं करोति समीचीनम् अद्युतमम् अस्तु अग्रे सम्यक् विचारं कृत्वा कार्यं करोतु सम्यक् विचारं कर्तुं सम्यक् कार्यं कर्तुं विचारं करोतु समीचीनम् अस्तु अग्रे सः पत्रालयं गत्वा पत्रं प्रेषयति पत्रं प्रेषयितुं पत्रालयं गच्छति समीचीनं तथा अस्ति अस्तु अग्रे विश्वनाथमहोदय अग्रे उषा लोकयानस्थानकं गत्वा सख्याः स्वागतं करोति उषा वदतु उषा स्वागतं सख्याः स्वागतम् उषा सख्याः स्वागतं करोति कर्तुं लोकयानस्थानकं गच्छति अत्र नियमः कः अत्र क्त्वा अस्ति चेत् तुमुन् नास्ति तुमुन् अस्ति चेत् क्त्वा नास्ति तर्हि अत्र उषा लोकयानस्थानकं गत्वा सख्याः स्वागतं करोति इति वाक्यम् इदानीं परिवर्तयितुं किं कुर्मः यत् उषा सख्याः स्वागतं कर्तुं. कर्तुं नाम प्रयोजनम्. प्रयोजनं लोकयानस्थानकं गच्छति. गच्छति तत्र गतुमुन् नाम कर्तुम् अगत्वा एकस्मिन् वाक्ये मिलित्वा न भवति. गत्वा अस्ति अथवा कर्तुम् अस्ति, द्वयमपि नास्ति एकस्मिन् वाक्ये. नाम अत्र तुमुन् अथवा गत्वा तत्र आङ्ग्लभाषया वदामः यत् इन्फिनैट्, तस्य इन्फिनैट् रूपमस्ति. अपि च गच्छति पठति तत्र फैनैट् रूपमस्ति. एकं फैनैट् रूपम् अपेक्षितमेव वाक्ये. तर्हि पठति गच्छति एतादृशं क्रियापदम् अपेक्षितमस्ति आवश्यकं वाक्ये. तर्हि उषा सख्याः स्वागतं कर्तुं लोकयानस्थानकं गच्छति. तत्र गच्छति इति अनेन वाक्यं पूर्णं भवति. यदि गत्वा वदामः तत्र तर्हि किं भवति, किमपि इतोपि वक्तव्यमस्ति, किमपि इतोपि वक्तव्यं भवति. वाक्यस्य पूर्तिः न भवति तत्र. गत्वा अस्तु, गत्वा इतोपि तदनन्तरं किं कृतवान्? फैनैट् क्रियापदम् अपेक्षितमस्ति तत्र. अस्तु अग्रे सन्ध्या भगिनी, अग्रे महाभारतम्. महाभारतं पठित्वा अहम् अनेकाः कथाः जानामि. महाभारतं ज्ञातुम् अनेकाः कथाः महाभारतं महाभारतं अत्र अहम् अहम् अनेकाः महाभारतं ज्ञातुं न एकनिमेषः अत्र महाभारतस्य पठनम् अपि च अनेकानां कथानां ज्ञानम् इति भागद्वयमस्ति. महाभारतस्य पठनम् अनेकानां कथानां ज्ञानम्. तर्हि महाभारतं पठित्वा अहम् अनेकाः कथाः जानामि. अनेकाः कथाः ज्ञातुं महाभारतं पठामि. पुनः वाक्यं वदतु. अहम् अनेकाः कथाः ज्ञातुं महाभारतं पठामि. समीचीनमस्ति. भवान् काश्मीरं गत्वा विहारं करोतु. भवान् विहारं कर्तुं काश्मीरं गच्छतु. सः लेखं लिखित्वा पत्रिकासु प्रकाशयति. सः पत्रिकासु प्रकाशयितुं लेखं लिखति. समीचीनमस्ति. अस्तु इदानीं कथां पश्यामः. अत्र अस्माकं षष्ठी कथा. तर्हि नीलभाण्डे पतितः शृगालः इति अस्ति सर्वेषां पुरतः. अस्तु राधा भगिनी पठति वा. पतितः शृगालः कस्मिंश्चित् वने चण्डरवः नाम शृङ्गालः वसति. शृगालः वसति स्म. एकदा सः आहारम् अन्विष्यन् नगरम् आगतवान्. तं दृष्ट्वा अनेके शुनकाः भषन्तः समीपम् आगतवन्तः. चण्डरवः भीत्या धावितुम् उद्युक्तः. शुनकाः अपि तस्य अनुसरणं कृतवन्तः। चण्डरवः प्राणभयात् धावन् मार्गे द्रष्टुं द्रष्टुं रजकगृहं प्रविष्टवान्। दृष्टं रजकगृहं प्रविष्टवान्, समीचीनम्। अस्तु, तर्हि पश्याम अत्र नीलभाण्डे पतितः शृगालः कस्मिंश्चित्। अत्र यत्र अनुस्वारः, यत्र अनुस्वारः अस्ति संस्कृतभाषायां, तत्र नासिकध्वनिः अस्ति केवलं। तत्र यथा अस्माकं भाषायाः नाम संस्कृतं, संस्कृतमिति नास्ति, तत्र मकारः कथञ्चित् अपि नास्ति, मकारः नास्ति एव तत्र। संस्कृतम् नासिकया भवति यत्र अनुस्वारः अस्ति, संस्कृतम्। तर्हि अत्र कस्मिंश्चित्, अत्र किं भवति यत् औष्ठौ अत्र तयोः स्पर्शः न भवति, जिह्वायाः अपि स्पर्शः न भवति, केवलं नासिकाया भवति। तत्र कस्मिंश्चित् वने चन्दरवः नाम शृगालः वसति स्म। शृगालः वयं जानीमः खलु, एकदा सः आहारम् अन्विष्यन् नगरं आगतवान्। अत्र अन्विष्यन् वयं जानीमः यत्र कार्यद्वयम् एकस्मिन् समये भवति, तर्हि कार्यद्वयं किम् अत्र? समीचीनम्, आहारम् अन्वेषयति, नगरम् आगच्छति, यदि कार्यद्वयमस्ति तर्हि आहारम् अन्विष्यन् नगरम् आगतवान्। तं दृष्ट्वा अनेके शुनकाः भषन्तः अपि तथा। एकस्मिन् समये कार्यद्वयं, बहुवचने अत्र अत्र शुनकः भषन्, शुनकाः भषन्तः समीपम् आगतवन्तः। चण्डरवः भीत्या धावितुम् उद्युक्तः। किं कर्तुम् इत्युक्तः? उद्युक्तः उद्युक्तः इत्युक्ते सज्जः, उद्युक्तः सिद्धः, एतत् सर्वं समानम्। धावितुं सिद्धः, धावितुम् उद्युक्तः, धावितुं सज्जः, अवगच्छति वा? धावितुम् उद्युक्तः। शुनकाः अपि तस्य अनुसरणं कृतवन्तः। चन्दरवः प्राणभयात्, अत्र संयुक्तपदमस्ति, प्राणभयात् अत्र प्राणस्य भयमस्ति, षष्टिविभक्ति लोपः भवति, अत्र संयुक्तपदं, यत्र संयुक्तपदं प्राणभयम्। अत्र बालकस्य पुस्तकं, बालकपुस्तकं, बालकस्य पुस्तकं, बालकपुस्तकं, प्राणस्य भयं, प्राणभयम्, प्राणभयात् इति का विभक्तिः अस्ति जानीमः वा? पञ्चमी अस्ति, पञ्चमी नाम प्राणभयतः वयं जानीमः तः। हस्ततः पुस्तकं पतति, हस्ततः अथवा हस्तात्, हस्तात्। तर्हि अत्र चन्द्रवः प्राणभयात् धावन्, पुनः एकस्मिन् समये कार्यद्वयं, धावन् मार्गे दृष्टं रजकगृहं प्रविष्टवान्। दृष्टमिति विशेषणं कस्य? कस्य विशेषणमस्ति नाम रजकगृहं कीदृशगृहम् अत्र कीदृशगृहम् इति प्रश्नः रजकगृहं कीदृशगृहम् चन्द्ररवेण दृष्टम् दृष्टम् अवगच्छति वा दृष्टम् द्रष्टुमिति न दृष्टम् दृष्टमिति विशेषमस्ति अहं द्रष्टुं भेदः अस्ति अत्र पुस्तकमस्ति अहं पुस्तकं दृष्टवान् अहं पुस्तकं दृष्टवान् इति कर्तरिप्रयोगः एक्टिव् वोयिस् अहं पुस्तकं दृष्टवान् पासिव् वोयिस् इति मया कार्यं दृष्टम् मया पुस्तकं दृष्टम् अहं पुस्तकं दृष्टवान् किन्तु मया बै मीन् मया पुस्तकं दृष्टम् तर्हि एतत् पुस्तकं कीदृशं पुस्तकं मया दृष्टं पुस्तकम् That book which is seen by me. What kind of book? The book which is seen by me. Atah atra Chandravaha pranabhaya dhavan marge saha rajaka graham drishtavan ki desha graham asti rajaka graham tu asti kintu ki desha atra Chandravena drishtam graham drishtam धावन मार्गे दृष्टं रजकगृहं प्रविष्टवान् अस्तु लक्ष्मी भगिनी अग्रे पठतु तत्र नीलरसेन परिपूर्णम् एकं महाभाण्डम् आसीत् चण्डरवः तस्मिन् भाण्डे पतितवान् यदा सः भाण्डतः बहिः आगतः तदा तस्य शरीरं समग्रं नीलवर्णमयम् आसीत् एषः एव सः शृगालः इति अजानन्तः शुनकाः अन्यत्र कुत्रापि गतवन्तः चण्डरवः इतस्ततः अटन् कथञ्चित् वनम् आगतवान् समीचीनमस्ति सर्वे अवगच्छन्ति वा तत्र नीलरसेन परिपूर्णम् एकं महाभाण्डम् आसीत् कीदृश महाभाण्डम् आसीत् नीलरसेन परिपूर्णम् चन्द्रवः तस्मिन् भाण्डे पतितवान् यदा सः भाण्डतः बहिः आगतः तदा तस्य शरीरं समग्रम् नीलवर्णमयम् आसीत् तस्य शरीरं कीदृशम् आसीत् नीलवर्णमयम् आसीत् एषः एव सः शृगालः इति अजानन्तः शुनकाः अन्यत्र कुत्रापि गतवन्तः किमभवत् अत्र अजानन्तः इत्युक्ते न जानन्ति स्म शुनकः अयं पशुः शृगालः अस्ति इति न ज्ञातवन्तः न अभिज्ञातवन्तः अतः अत्र जानन्तः इति अत्यपि नाम अस्य रूपस्य नाम अस्ति शत्र यदि यदा कार्यद्वयम् एकस्मिन् समये भवति एकं क्रियपदं तत्र शत्रप्रत्यये भवति शत्र इत्युक्ते अहं गच्छन् पठामि अहं पठन् गच्छामि एकस्मिन् समये पठनं भवति गमनं भवति अहं पठन् गच्छामि गत्वा अहं पठामि अहं पठन् गच्छामि. बालकः पठन् गच्छति. बालकाः पठन्तः गच्छन्ति. पठन्तः गच्छन्ति. तर्हि अत्र जानन्तः शुनका, शुनकाः जानन्तः, किन्तु अत्र अजानन्तः अस्ति, न जानन्ति. तर्हि कार्यद्वयमस्ति. किं कार्यद्वयमस्ति? न जानन्ति अपि च गच्छन्ति. गतवन्तः. अन्यत्र एकमस्ति, अयं पशुः शृगालः अस्ति इति न जानन्ति. द्वितीयं कार्यमस्ति अन्यत्र गतवन्तः. अन्यत्र अवगच्छति वा? न. किञ्चित् किञ्चित् अथवा किमपि न इति अजानन्तः शुनकाः अन्यत्र कुत्रापि गतवन्तः. चन्द्रवः इतस्ततः अटन्. पुनः शत्रुपतयः अस्ति. अटन् कथञ्चित् वनम् आगतवान्. अटन् अटति, भ्रमणम्. अटन् वर्तमानकाल रूपं किम्? अटति, अटति, भ्रमणं करोति. अटति, इतस्ततः अटन् कथञ्चित् वनम् आगतवान्. अस्तु, सन्ध्या भगिनी अग्रे. तत्र ये मृगाः एतं नीलवर्णयुतं शृगालं दृष्ट्वा भीताः पलायनं कुर्वन्ति स्म. तदा चन्दरवः तान् उक्तवान्, भोः प्राणिनः, भोः प्राणिनः, भीतिः मास्तु, भवतां सर्वेषां रक्ष नार्थम् एव चतुर्मुखः ब्रह्मा मां प्रेषितवान् अस्ति. अतः इतः परम् अहमेव भवतां राजा. मम आज्ञा भवतीः पालनीया इति. तत्र अन्ये मृगाः एतं नीलवर्णयुतं, युतं नाम संयुक्तं, संयोजनं कृतं, नीलवर्णयुतं शृगालं दृष्ट्वा भीताः पलायनं कुर्वन्ति स्म. तर्हि अत्र शृगालः कीदृशः आसीत्? नीलवर्णयुतः. शृगालम् इत्यस्य का विभक्तिः? एवं वा? तृतीय वा? चतुर्थी? किमर्थं द्वितीया विभक्तिः? द्वितीया विभक्तिः किमर्थं? कर्मपदमस्ति. किमर्थं कर्मपदमस्ति? प्रथमः शृगालः. किमर्थम् अत्र द्वितीया कर्मपदं? किमर्थम् कस्य कर्मपदम् कस्य दृष्ट्वा इत्यस्य दृष्ट्वा इति पदस्य कर्मपदम् कर्मपदं भवति शृगालम् तर्हि अत्र तत्र अन्ये मृगाः एतं नीलवर्णयुतं शृगालं दृष्ट्वा भीताः पलायनं कुर्वन्ति स्म पलायनं किमर्थं कुर्वन्ति स्म किमर्थं भीताः किमर्थं किमर्थं अतः नाम एतादृशं किमपि न दृष्टवन्तः पूर्वं तदा चन्द्रवः तान् उक्तवान् भोः प्राणिनः अत्र प्राणी इत्यस्य बहुवचनरूपं प्राणिनः विद्यार्थी विद्यार्थिनः गुणी गुणिनः प्राणी प्राणिनः प्राणी इत्युक्ते यस्मिन् प्राणः अस्ति सः प्राणी यस्मिन् गुणः अस्ति सः गुणी यस्मिन् विद्यार्थः अस्ति विद्यस्य इच्छा अस्ति विद्यायाः इच्छा सः विद्यार्थी तर्हि अत्र प्राणिनः प्रथमाविभक्तिः बहुवचनम् प्रथमा राधा भगिनी प्रथमाविभक्तिः इति कर्तृपदं कर्ता यः करोति सः प्रथमाविभक्तिः द्वितीयाविभक्तिः इति कर्मपदं कर्मपदम् अहं पुरुषं पश्यामि अहमिति प्रथमाविभक्तिः पुरुषमिति द्वितीयाविभक्तिः कर्मपदम् अनन्तरम् अहं हस्तेन खादामि हस्तेन अहमिति प्रथमं हस्तेन इति तृतीय इति साधनं माध्यमं हस्तेन खादामि हस्तेन लिखामि इति माध्यमम् अनन्तरं यत्र अहं ददामि अहं पुस्तकं ददामि अहं बालकाय पुस्तकं ददामि यस्मै ददामि इण्डैरेक्ट् आब्जेक्ट् इति भूत्वा तस्य चतुर्थी प्रति भवति अनन्तरं यस्मात् आगच्छति पुस्तकं हस्तात् पतति हस्तात् तत्र पञ्चमी अस्ति यत्र विभजनमस्ति तत्र पञ्चमी अस्ति पञ्चमी विभक्तिः अनन्तरं षष्ठी यत्र सम्बन्धः अस्ति मम मित्रं बालकस्य मित्रं षष्ठी विभक्ति यत्र सम्बन्धः अस्ति मित्रमस्ति अथवा बालकस्य पिता अस्ति तत्र पुत्रपिता सम्बन्धः अस्ति यत्र सम्बन्धः अस्ति तत्र षष्ठी विभक्तिः अस्ति अनन्तरं सप्तमी विभक्तिः यत्र आधारः अस्ति अत्र आसन्दः पुस्तकम् आसन्दे अस्ति आसन्दे अयम् आसन्दः प्रथमाविभक्तिः आसन्दः किन्तु पुस्तकं तत्र अस्ति तो इदानीम् आसन्दः आधारः अस्ति कस्य पुस्तकस्य आधारः अतः सप्तमीविभक्तिः भवति सप्तविभक्तयः सन्ति वयं यदि न जानीमः का विभक्तिः का रूपं किं किन्तु शब्दः नाम कीदृशशब्दः तदा चन्द्रवः तान् उक्तवान् तान् चन्द्रवः इति का विभक्तिः प्रथमाविभक्तिः कर्तृपदमस्ति तान् उक्तवान् तान् इति द्वितीयम् बहुवचनं भोः प्राणिनः भीतिः मास्तु भवतां सर्वेषां रक्षणार्थम् एव चतुर्मुखः ब्रह्मा मां प्रेषितवान् अस्ति माम् इति कीदृशपदमस्ति माम् अहम् इति अस्य द्वितीयविभक्तिः मां प्रेषितवान् अस्ति अतः इतः परम् अहमेव भवतां राजा मम आज्ञा भवद्भिः पालनीया इति. अत्र कर्मणि प्रयोगः, पासिव वॉइस, कर्मणि प्रयोगः अस्ति. भवद्भिः पालनीया मम आज्ञा. अत्र प्रश्नः अस्ति वा? अभिनव महोदय अवगच्छति? संध्या भगिनी स्पष्टम् अवगच्छति? अस्तु, समीचीनम्. भवान् इत्यस्य तृतीय बहुवचनम्. भवान् शब्द भवत् इति मूलरूपमस्ति. भवत् भवान् भवान् भवान् इति प्रथमाविभक्ति एकवचनं, तस्य तृतीय बहुवचनं भवद्भिः. यत्र कर्मणि प्रयोगः भवति, कर्मणि अहं वदामि एकवारं. यदा कर्मणि प्रयोगः भवति, कर्तृप्रयोगः, एकं सूत्रमस्ति, सर्वे शृण्वन्तु. अग्रे गत्वा वयं पुनः अभ्यासं कुर्मः, बहु अभ्यासं करिष्यामः. यदा कर्तृप्रयोगः कर्मणि, कर्तृप्रयोगः इत्युक्ते एक्टिव् वाय्स्, कर्मणिप्रयोगः इत्युक्ते पेसिव् वाय्स्. कर्तृप्रयोगः यत्र भवति तत्र वाक्यस्य आकृतिः का? वाक्यस्य आकृतिः तत्र प्रथमं एकं द्वे एकम्, एकं द्वे एकम् इति वदामः. नाम कर्तृपदं प्रथमाविभक्तौ अस्ति, कर्मपदं द्वितीयाविभक्तौ अस्ति, क्रियापदं कर्तृपदस्य अनुसृत्य अनुसरति, अनुगुणं भवति. यथा बालकः पुस्तकं पश्यति, बालकः पुस्तकं पश्यति, बालकः प्रथमविभक्तौ, पुस्तकं द्वितीयविभक्तौ, पश्यति भवति, तस्य रूपं भवति बालक इत्यस्य अनुगुणम् अनुसारं भवति. नाम एकवचने अपि च प्रथमपुरुषे अहं पुस्तकं पश्यामि, अहं पुस्तकं पश्यामि, बालकः पुस्तकं पश्यामि पश्यति, किमर्थं परिवर्तनमस्ति? अहमिति उत्तमपुरुषः, बालकः प्रथमपुरुषः. संस्कृतभाषायाम् अत्र प्रथमपुरुषः, मध्यमपुरुषः, उत्तमपुरुषः. तर्हि अहमिति उत्तमपुरुषः, बालकः इति प्रथमपुरुषः. तर्हि कर्तृपदं, कर्तृपदस्य यत् वचनम् अपि च यत् यः पुरुषः, कर्म क्रियापदस्य तद्वचनं सः पुरुषः च भवति. तर्हि बालकः पुस्तकं पश्यति, बालकाः बालकाः पुस्तकं पश्यन्ति, पश्यन्ति यतोहि बालकाः बहुवचने अस्ति. तर्हि एक्टिव् वाय्स् मध्ये कर्तरिप्रयोगे एकं द्वे एकम्, एकं कर्तृपदं, कर्तृपदं प्रथमविभक्तौ भवति, कर्मपदं द्वितीयविभक्तौ भवति, क्रियापदं अनुगुणम्. क्रियापदस्य विभक्तिः न भवति, किन्तु यथा कर्तृपदं तथा क्रियापदम् इति कारणतः एकं द्वे एकम् इति वदामः. इदानीं कर्मणि प्रयोगे किं भवति? त्रीणि एकमेकम्. हा, कर्तृपदं, कर्तृपदं तृतीयाविभक्तौ भवति, कर्मपदं प्रथमाविभक्तौ भवति, क्रियापदं कर्मपदस्य अनुगुणं, कर्मपदस्य अनुगुणम्. अतः अत्र अत्र लिखितमस्ति भवद्भिः आज्ञा पालनीया. अत्र अहं वक्तुं शक्नोमि भवान् आज्ञां पालयतु, भवान् आज्ञां पालयतु. भवान् इति प्रथमाविभक्तिः, आज्ञाम् इति द्वितीयविभक्तिः, पालयतु इति एकं कर्तृपदस्य अनुसारं भवति यतो कर्तृप्रयोगे अस्ति भवान् आज्ञां पालयतु एकं द्वे एकं किन्तु अत्र त्रीणि एकमेकमस्ति भवद्भिः इति तृतीया विभक्तौ अस्ति भवान् इत्यस्य बहुवचनतृतीया भवद्भिः भवद्भिः आज्ञा अत्र आज्ञां नास्ति मकारः नास्ति यतो हि प्रथमा विभक्तौ अस्ति भवद्भिः आज्ञाम् इदानीं पालनीया पालनीया इति कर्मपदस्य अनुगुणं भवति कर्मपदस्य अत्र आज्ञा इति स्त्रियामस्ति स्त्रीलिङ्गे अतः पालनीया इति अपि तथा अस्तु सिंह गज व्याघ्र इत्यादयः सर्वे अपि मृगाः तत् अङ्गीकृतवन्तः एवं चण्डरवः तस्य वनस्य राजा अभवत् तदनन्तरं सिंहादयः मृगान् मारयित्वा मांसम् आनीय चण्डरवस्य पुरतः स्थापयन्ति चण्डरवः आनन्देन तत् खादति एवमेव सः विनायासं सुखेन जीवति स्म तर्हि तस्मात् प्राक् यत्तत्र अन्ये मृगाः एतं नीलवर्णयुतं शृगालं दृष्ट्वा भीताः एतत् अत्र अस्मिन् भागे तस्य अर्थः कः किमर्थं नाम अत्र चन्द्रवः तान् उक्तवान् तत् किमर्थं चिन्तयित्वा किमर्थं तथा उक्तवान् चन्द्रवः तान् उक्तवान् भोः प्राणिनः भीतिः मास्तु भवतां सर्वेषां रक्षणार्थमेव चतुर्मुखः ब्रह्मा मां प्रेषितवान् अस्ति एतत् सर्वं किमर्थम् उक्तवान् अवगच्छति वा चण्डर्वः मृगान् उक्तवान् इति ते मृगाः भीतुम् आवश्यकता नास्ति भयस्य आवश्यकता नास्ति आवश्यकता नास्ति किन्तु तेषां हितार्थम् एवम् उक्तवान् अथवा नाम तस्य एवं भीतिः मास्तु इति तेषां हितार्थम् उक्तवान् वा हितार्थं न किमर्थम् उक्तवान् तेषां साहाय्यं कर्तुं न तथा नास्ति किमर्थम् तां मूर्खं कर्तुं मूर्खं प्रदर्शयितुं नाम किमपि इतोपि वदतु यदा सः दृष्टवान् यत् तेषां भयमस्ति तदा तस्य मनसि किम् अभवत् किमभवत् सः तस्मिन् भाण्डे पतितवान् अनन्तरं सः नीलवर्ण मयः जातः नीलवर्ण अत्र तस्य शरीरं नपुंसि अस्ति नीलवर्णमयं शरीरमासीत् तत्र वनं गत्वा सः जानाति स्म किं भविष्यति इति वा जानाति स्म तर्हि यदा सः दृष्टवान् तेषां भयमस्ति तस्य मनसि किम् अभवत् सः किं चिन्तितवान् सः न जानाति स्म किं भविष्यति किन्तु यदा सः दृष्टवान् तेषां मनसि भयमस्ति तेषां ते पलायनं कर्तुम् इच्छन्ति तर्हि किं तस्य मनसि किम् अभवत् न अवगच्छति वा तस्य मनसि किम् अभवत् सः अवगतवान् यत् ओहो तेषां भयमस्ति तस्य लाभः मम कृते भवेत् अहं तस्य लाभं स्वीकरोमि लाभः मम तु भविष्यति सः वनं गत्वा सः तु राजा भवितुम् अर्हति इति सः तु न चिन्तितवान् वा नैव वनं गत्वा सः दृष्टवान् यत् अहो तेषां भीतिः अस्ति, अतः मम बहु महालाभः भवितुमर्हति. अहं राजा इव यदि व्यवहारं करोमि तर्हि ते यतोहि भीताः सन्ति, ते मम वचनस्य पालनं करिष्यन्ति, मम आज्ञायाः पालनं करिष्यन्ति इति अवगत्य तथा उक्तवान्. किमर्थम् उक्तवान्? कारणम् एतत्. अवगच्छति वा सन्ध्या भगिनी? अवगच्छति वा? ओके. अनन्तरं सिंहः गजः व्याघ्रः तत्र किम् अभवत् अस्मिन् भागे? अनन्तरं किं कृतवन्तः? तस्य कृते किं कृतवन्तः? मांसं तदनन्तरं मृगान् मारयित्वा मांसम् आनयितुम् आनीय चण्डरवस्य पुरतः स्थापयन्ति. स्थापयन्ति स्म. अस्तु. लक्ष्मी भगिनी अन्तिमभागं. एकदा चण्डरवः सभायाम् उपविष्टवान् आसीत्. अन्ये प्राणिनः अपि पार्श्वे आसन्. तदा अकस्मात् दूरप्रदेशतः शृगालसमूहस्य कोलाहलः श्रुतः. स्वबान्धवानां ध्वनिं श्रुत्वा चण्डरवस्य महान् आनन्दः जातः. तस्य शरीरं पुलकितम् अभवत्. सः उत्थाय आनन्दातिरेकेण नेत्रे निमील्य तारस्वरेण विरौतुम् आरब्धवान्. तदा सिंहादयः प्राणिनः एषः सामान्यः शृगालः एव, न तु ब्राह्मणा प्रेषितः इति ज्ञातवन्तः. अतः एकेन एव प्रहारेण तं मारितवन्तः. एकदा चन्द्रवः सभायाम् उपविष्टवान् आसीत्. अन्ये प्राणिनः अपि पार्श्वे आसन्. तदा अकस्मात् दूरप्रदेशतः शृगालसमूहस्य कोलाहलः श्रुतः. स्वबान्धवानां ध्वनिं श्रुत्वा चन्द्रवस्य महान् आनन्दः जातः. स्पष्टमस्ति वा? स्पष्टमस्ति. तस्य शरीरं पुलकितम् अभवत्. पुलकं जानाति खलु? पुलकितम् अभवत्. सः उत्थाय आनन्दातिरकेन नेत्रे निमील्य तारस्वरेण विरौतुम् आरब्धवान्. उच्चस्वरेण स्वस्य ध्वनिं कर्तुम् आरब्धवान्. तदा सिंहादयः प्राणिनः एषः सामान्यः शृगालः एव, न तु ब्रह्मणा प्रेषितः इति ज्ञातवन्तः. अतः एकेन एव प्रहारेण तं मारितवन्तः. अत्र किम् अभवत्? विश्वनाथमहोदय अवगच्छति वा किम् अभवत्? उपायं बहिर्गतम् आगच्छति. शृगालः वा? शृगालः अन्यमृगः तत् कथं ज्ञातवन्तः? अन्ये मृगाः ज्ञातवन्तः यत् यत् इति नीलवर्णमृगं मृगः मृगः शृगालः शृगालः शृगालः इति ज्ञातवन्तः ज्ञातवन्तः किमर्थं कथं कथं ज्ञातवन्तः महोदय वदतु कथं ज्ञातवन्तः अन्य मृगाः कथं ज्ञातवन्तः सः शृगालः नीलवर्णजन्तवः निजरूप ज्ञातवन्तः शृगालः अतः शृगालः नेत्रे निमील्य उच्चस्वरेण शब्दं कृतवान् शब्दं कृतवान् श्रुत्वा ध्वनिं श्रुत्वा ज्ञातवन्तः यत् अयं ध्वनिः तद्मृगं शृगालः शृगालस्य ध्वनिः इति ज्ञातवन्तः अनन्तरं किं कृतवन्तः अनन्तरं ते तं शृगालं मारितवन्तः अतः किं शृगालः सुखेन जीवितवान् अनन्तरम् अग्रे गत्वा सुखेन चिन्तवन्तः इति कथा इति नास्ति अस्तु इति कथा सर्वे अवगतवन्तः अस्तु नमस्कारः